नमस्सर्वेभ्यः. अस्माकं चतुर्थः वर्गः एषः. तं वर्गं प्रति सर्वेषां कृते स्वागतम्. प्रवर्तमानः विषयः अस्ति द्वितीया विभक्तिः, अपि च गीतासोपानस्य प्रथमभागः. वयं पठितवन्तः यत् प्रथमा विभक्तिः तु कर्तृपदं सूचयति, द्वितीया विभक्तिः कर्मपदं सूचयति, तृतीया विभक्तिः करणपदं सूचयति, चतुर्थी विभक्तिः सम्प्रदानपदं सूचयति, पञ्चमी विभक्तिः अपादानपदं सूचयति, अपि च सप्तमी विभक्तिः अधिकरणपदं सूचयति. तत्र षष्ठी विभक्तिः तु सम्बन्धः सम्बन्धं सूचयति. अस्तु, तर्हि आदौ तु यथा प्रकारः ध्येयमन्त्रः. विजयकुमार् महोदय, श्रावयतु कृपया. नमस्ते. सर्वं सहेति प्रतिता सवित्री, समस्तजीवस्य च पोषयत्री, धात्री विधात्री कुशलस्य धात्री, प्रणम्यतां सर्वजनैर्दरित्री. द अर्थ् इस् द मदर् हु इस् द नोन् एस् सर्वं सह, one who tolerate all offenses. She is the nourisher of all beings. She is the nurse, instructor and giver of welfare. Let all people bow to that mother. Uttamam, dhanyavadah mohode, dhanyavadah. Tari adya tu abhyasau stah kila adav vibhakti vallarim svikurmaha. अस्तु, विजय महोदय, भवान् एव वदतु, अभ्यासं कृतवान् किम्? आं भगिनि, आम्. विभक्तिवल्लरीं स्वीकरोतु आदौ. तत्र चतुर्थः पुटः बालकलेखनं क्रीणाति न? दट्स् वन्. नैव नैव, चतुर्थः पुटः, फोर्थ् द होम्वर्क् दट् वास् गृहकार्यं यत् फोर्थ् पेज् विभक्तिवल्लरी. महोदय, आवरणे दन्तानां शब्दानाम् उचितानि रूपाणि इत्ये स्थले लिखत. उदाहरणं, सः प्रातः पत्रिकां पत्रिका. नैव नैव, कुतः पठन् अस्ति भवान्? वेर् आर् यु रीडिङ्ग् फ्रोम्? विभक्तिवल्लरी पेज् नम्बर् 4. पेज् नम्बर् 4, रोमन् लेटर् 3. ओके, अभ्यास उपरि अष्टानि वाक्यानि लिखितानि, एतेषाम् आधारेण अधः प्रसङ्गद्वये प्रथमवाक्यां दृष्ट्वा वाक्यम् अवशिष्टति. सप्तवाक्यानि अवशिष्टानि दृष्ट्वा, क्षम्यतां, दृष्ट्वा अवशिष्टानि सप्तवाक्यानि लिखत. दट् मीन्स् लुक् एट् द अर्लियर् एक्साम्पल् एण्ड् अकार्डिङ्ग्लि डू द सेण्टेन्सेस् आफ़् दिस् वन्. कवि श्लोक लिखति. श्लोकं कविः, कविः श्लोकं लिखति. कविः बालिकाः नृत्यं करोति. नैव नैव नैव, महोदय महोदय, मै क्वश्चन् इस् the homework that was to be done. Have you done it? Yes. So if you have done it, then those 7 sentences which you have to do additionally, you know, that for the first prasanga is situation. So atra kavihi shlokam likhati. Adav kim kritavantaha? Saha patham pathati. Saha patham pathitavan. Tavatu pratyaya. Evameva atra kavihi shlokam likhati. कविः श्लोकं लिखितवान् एवं करणीयम् सो दोस् 7 सेण्टेन्सेस् यु हेव् टु रीड् हेव् यु डन् दोस् रिटन् दोस् 7 सेण्टेन्सेस् नो वी हेव् डन् डिफरेंट वे अस्तु चिन्ता नास्ति कविता भगिनी अपि न कृतवती किम् Ma'am, the problem is that we only wrote the sentences, like similar sentences, just a kavih shlokam likhati. So next sentence was balikaha nrityam karoti. As we have written 7 sentences. No. You have to look at the earlier one because the idea is to learn the tavatu and the other katya. Chinta nasti. Tatra Vishalakshi Bhagini. गृहकार्यं कृतवती किम् ऐ वास् नाट् एबल् टु डु ऐ वास् नाट् एबल् टु डु बट् ऐ केन् टेल् ऐ विल् टेल् इट् इफ् यु वाण्ट् चिन्ता नास्ति एकनिमिष विजय सङ्की महोदय कृतवान् किं गृहकार्यं न कृतवान् किं न कृतवान् किम् अस्तु अस्तु चिन्ता नास्ति म्यूसिक् मध्ये तिष्ठतु जवाहर् महोदय विजयसन् जवाहर् महोदय नमस्ते हा अस्तु अहं कृतवान् इति वदतु संस्कृते वदामः इदानीं प्रयत्नं गृहपाठं कृतवान् उत्तमम् अस्तु पठतु तर्हि एकनिमिषं सर्वे शृण्वन्तु सर्वे शृण्वन्तु कृपया एव्रिबडि लिसन् टु द आन्सर् कविः श्लोकं लिखितवान् उत्तमं कविः श्लोकं पठितवान् नैव तत्र लिख् इति धातुम् एव स्वीकरणीयम् ओ लिखितो इदानीं वदतु श्लोकम् ओन्लि नो फस्ट् वन् या श्लोकम् ओन्लि बट् द वर्ब् आल्सो क्रियापदं तत्र आदौ तत्र तृतीये पुटे पश्यतु अधोभागे सः पाठं पठति सः पाठं पठितवान् सः पाठं पठिष्यति सः पाठं पठतु एवं करणीयम् एवं करणीयं लिखितवान् लिखिष्यति लेखिष्यति सः लेखिष्यति लिखतु नैव एकं कार्यं कुर्मः इदानीम् अवगतं किल हेज़् एव्रिबडि अण्डर्स्टुड् नौ वाट् इस् टु बि डन् नो नो ओके ऐ रिपीट् ऑन् द थर्ड् पेज् द लोअर् हाफ् अधः स्थितानि वाक्यानि पठत ओके देर् यु केन् सी there are sentences okay saha patham pathati saha patham pathitavan saha patham pathishyati saha patham pathatu saha patham pathitva graham gatavan what is the idea is to use the different forms of the same verb okay so that you understand of the same dhatu kshamitam of the same dhatu so path over here is the dhatu lat lakarah is pathati तवचु प्रत्ययः इस् पठितवान् लृट् लकारः इस् पठिष्यति लोट् लकारः इस् पठतु पठित्वा द यूसेज् आफ् पठित्वा द यूसेज् आफ् पठितुं द यूसेज् आफ् विलिख्य अवय विलिख्य द ल्यप् प्रत्ययः and then the this one, the shatru pratyaya, pathan nidram kritavan. That is the idea of the same dhatuhu to use different forms. Now has everybody, so here what is expected here, which is the dhatuhu? Lik. Okay, lik is the kriyapadam, kshamyata. Tatra, so here you have to say kavihi shlokam likhati, kavihi shlokam likhitavan, kavihi. If it was kavayitri, then it would have been likhitavati. Okay, that is the idea. Now have you all got understood? Avagatam idani? Avagatam? Avagatam. तर्हि कुर्मः यतोहि गृहकार्यं सर्वे न कर्तुं शक्नुवन्ति तर्हि इदानीमेव कुर्मः. अस्तु, जवाहर् महोदय आरम्भं करोतु. कविः श्लोकं लिखितवान्. कविः श्लोकं लिखितुं मन्दिरं गच्छति. नैव, लेखितुं लेखित्वा मन्दिरं गच्छति. न, लेखितुं लिखित्वा अविलिख्य. ओके, एकनिमिष पूर्णं करोतु प्रथमवाक्यस्य. कविः श्लोकं लिखति, कविः श्लोकं लिखितवान्, कविः श्लोकं लिखितुं मन्दिरं गच्छति. नैव, तृतीय पठिष्यति अस्ति अत्र. अत्र तर्हि सः कविः श्लोकं पठिष्यति. पठिष्यति अत्र अस्ति उदाहरणे, परन्तु भवान् लिख इति प्रयुज्य लिखिष्यति. कविः श्लोकं लिखतु, कविः श्लोकं लिखित्वा मन्दिरं गतवान्. उत्तमं. कविः श्लोकं लिखितुं लेखितुं उच्चारणं करोति. अस्तु, चिन्ता नास्ति. उच्चारणं करोतु. कविः श्लोकं करोति, उच्चारणं करोति. कविः श्लोकं लेखित्वा लिखित्वा अविलिख्य. ओके, विलिख्य. ओके, विलिख्य मन्दिरं गच्छति. कविः श्लोकं पठन् पूजां पठन्नेव लिखन् लिखन् सारी कविः श्लोकं लिखन् पूजां पूर्णं करोति. अस्तु, तर्हि इदानीम् अवगतं किल? धन्यवादः महोदय. इदानीम् अवगतं. कविता भगिनी अग्रिमं करोतु. भगिनी, वन् क्वशन्, दिस् पठन् वाट् इस् पठन्? इट्स् कण्टिन्यूस् टेन्स्. कण्टिन्यूस् टेन्स्. विच् वन् टु डु मच्? द सेकेण्ड् वन्. बालकः बालकः बालकः लेखनीं कृणाति. बालकः लेखनीं कृणाति. बालकः लेखनीं कृतवान्. क्रीतवान्. उत्तमं, क्रीतवान्. क्रीतवान् बालकः. बालकः लेखनीं क्रेष्यति. क्रेष्यति. बालकः पाठं सोरि बालकः लेखनीं क्रीणातु. क्रीणातु. क्रीणातु. क्रीणातु. बालकः लेखनीं क्रीत्वा क्रीत्वा क्रीत्वा सोरि क्रीत्वा गृहं गतवान्. गतवान्. बालकः लेखनीं क्रेतुं क्रेतुं पुस्तकं स्वीकृतवान् स्वीकृतवान् स्वीकृतवान् बालकः बालकः लेखनीं लेखनीं क्रीत्वा गृहं गतवान् बालकः लेखनीं क्रीणन् निद्रां कृतवान् So the idea is to know the forms. Yeah, you have to remember. And there is a very nice app, Kridantaha. Okay, so you can use that app. Just a minute. Kridan is big, the bigna. Yeah, bigna, and then the last one is the small one. Sorry, Tatra. Yeah, that's what I want. Okay, thank you. Kshamita? Which app? Huh. Yeah, it is called Kridanta Rupa Darshika. Kridanta Rupa Darshika. I'll put it in the chat. It's very important that you'll refer to this because you need to learn the forms. Simple ones are easy, ma'am, but this Kri-Kri, Kra-Kri. Yeah, yeah. Is the app what? App asti. On Google Play it is there. Tatra, tataha svikaraniyam, apicha pathaniyam. अस्तु तावद् एव आसीत् किल तावदेव आसीत् अस्तु तत्र गीतासोपानस्य गृहकार्यं स्वीकुर्मः जवाहर् महोदय कृतवान् किं गृहकार्यं तत्र गीतासोपानस्य जवाहर् महोदय हरि ओम् मम ध्वनिः श्रूयते किं श्रूयते किल तर्हि जवाहर् महोदय नास्ति किम् अस्तु अस्ति कृतवान् किं भवान् गृहकार्यं कृतवान् अस्तु करोतु एषः उपन्यासः एतौ उपन्यासौ एते उपन्यासाः उत्तमम् एषः नैव एषः ओके नर्तक्यः इति पदस्य लिङ्गं किं नर्तक्यः पुल्लिङ्गं नैव नर्तकी अस्ति नर्तकी अस्ति प्रातिपदिकं नर्तकी अस्ति तत्र बहुवचने अस्ति वा एकवचने अस्ति वा द्विवचने अस्ति वा नर्तक्यः बहुवचने अस्ति एताः नर्तक्यः एते नर्तक्यौ नर्तके नर्तक्यौ तत्र यतोहि तत्र मही पश्यतु मही तत्र एव अवधेयम् इति अस्ति किल कोष्ठे मही यथा अस्ति नर्तकी ईकारान्त अस्ति ईकारान्तशब्दः अस्ति ईकारान्तः स्त्रीलिङ्गशब्दः नर्तक्यौ एषा उत्तमम् एषा नर्तकी उत्तमम् एते नर्तक्यौ एताः नर्तक्यः नर्तक्याः नास्ति नर्तक्यः नर्तक्यः नर्तक्यः सः नर्तकी सः नैव सः नैव सः नैव सः किमर्थं सा नर्तकी सा नर्तकी ते नर्तक्यौ सः नर्तक्यः उत्तम अग्रे एतत् गीतम् एते गीते एतानि गीतानि उत्तमं तत् गीतं तौ गीते तौ किमर्थं तौ किमर्थं तत् ते तत्ते तानि तत्ते तानि गीते तानि गीतानि उत्तमं तानि आपरणानि ते आपरणे तत् आपरणम् आभरणम् उपन्यासः वदति एतत् एतदपि वदतु एतत् आभरणम् एतत् आभरणम् एते आभरणे एतानि आभरणानि आभरणानि जनभाषा सा जनभाषा सा जनभाषा सा जनभाषा ते जनभाषे तौ सारि ताः जनभाषाः उत्तमम् एषा जनभाषा एते जनभाषे एताः जनभाषाः पात्रे अग्रे पात्रे इस् दट् इस् पात्रं पात्रे पात्राणि तत् पात्रं ते पात्रे तानि पात्राणि एतत् पात्रम् एते पात्रे एतानि पात्राणि पात्राणि धन्यवादः महोदय उत्तमं धन्यवादः कविता भगिनी आभरणम् ऑटोमेटिकली वनम् गृहम् ऑटोमेटिक नो नपुंसक नपुंसक स्त्रीलिङ्ग् इस् एण्डिङ्ग् वित् आ एण्ड् ई or e we have done a akarantah pumlingah akarantah strilingah e karantah strilingah akarantah napumsakalingah so this is abharana is the pratipadikam like vana and then pratham abharana abharane abharanani एकं कार्यं कुर्मः आदौ तत्र उपरि दत्तं कोष्ठम् अस्ति तत् पठतु अकारान्तः पुंलिङ्गः यादवः यादवौ पठतु अकारान्तपुल्लिङ्गः एकवचनं यादवः यादवौ यादवाः अकारान्तस्त्रीलिङ्ग सेना सेने सेनाः इकारान्तस्त्रीलिङ्गः मही मह्यौ मह्यः आकारान्तनपुंसकलिङ्गः सुखम् अकारान्तनपुंसकलिङ्गः सुखं सुखे सुखानि इदानीं द्वितीयपङ्क्तिः स्वीकरणीया एकनिमिष तत्र कूप्यः स्त्रीलिङ्गे अस्ति उत्तमं वचनं किं बहुवचनं हा इदानीं वदतु इदानीम् एषा कूपी एते एताः कूप्याः उत्तमं कूप्याः नास्ति कूप्यः कूप्यः अच्छा सा कूपी ते कूप्यो ताः कूप्यः. उत्तमं. मापिके मेजर्मेण्ट् रूलर् ruler, measuring rod or measuring instrument, like that you can say. Measuring mapika is a ruler, scale. Strilinga ha uttamam. Strilinga ha esha mapika, ete mapike, etah mapikah. Uttamam. Then sa mapika, te mapike, ताः मापिकाः. प्रकोष्ठी. हा, प्रकोष्ठः. प्रकोष्ठः. प्रकोष्ठः. रूम्, चेम्बर् रूम्. पुल्लिङ्ग. पुल्लिङ्ग. पुंलिङ्ग. एषः प्रकोष्ठः. एतौ प्रकोष्ठौ. एते प्रकोष्ठाः. उत्तमम्. सः प्रकोष्ठः. तौ प्रकोष्ठौ. ते प्रकोष्ठः. ताः. उत्तमम्. अग्रिमं. कण्ठः. थ्रोट्. नेक्. पुल्लिङ्गः. एषः कण्ठः. एतौ कण्ठौ. एते कण्ठाः. ताः कण्ठः. ताः न, सः. सः कण्ठः. तौ कण्ठौ. ते कण्ठाः. उत्तमम्. गुलिकाः. टेब्लेट्. पुल्लिङ्ग. नैव नैव. गुलिका इति प्रातिपदिकम्. स्त्रीलिङ्गे आकारान्त स्त्रीलिङ्गः. डजन्ट् मेटर् नौ डु इट्. इदानीं करोतु. चिन्ता नास्ति. इदानीं करोतु. गुलिका. एषे. उत्तमम्. एते. एषेनैव. एते. एते गुलिके. एता गुलिकाः. एताः गुलिकाः. गुलिकाः. सा गुलिका. ते गुलिके. ताः गुलिकाः. श्रूयते किम्? हा हा, श्रूयते श्रूयते. स्नुषा. तालाः. तालाः. लोक्. पुल्लिङ्गः. एषः तालः. एतौ तालौ. एते तालाः. सः तालः. तौ तालौ. ते तालाः. स्नुषाः. स्नुषा तावदेव. स्नुषा. स्नुषा. स्नुषा पापुलारिटि नैव नैव. स्नुषा इस् डाटर् इन् लॉ. डाटर् इन् लॉ. हा, स्नुषा. कुत्र कुत्र कुत्र पठति भवती? कुत्र पठति अर्थस्य कृते? गूगल्. गूगल्. हा, नैव. गूगल् मध्ये पापुलारिटि अस्ति किम्? हा, उस्मे इट् वास् रिटन् वन् आफ् द सिनोनिम्स् एस् पापुलारिटि. अहं तु न जानामि, पश्यामि. परन्तु स्नुषा डाटर् इन् लॉ अस्ति. आं भगिनि. आं भगिनि. स्त्रीलिङ्ग. हा, आकारान्त स्त्रीलिङ्ग. आकारान्त स्त्रीलिङ्ग. एषा स्नुषा. एते स्नुषे. एताः स्नुषाः. सा स्नुषा. स्नुषा मा वदतु. स्नुषा. स्नुषा. तत्र उकारान्तः ह्रस्वः अस्ति. क्षम्यताम्, उकारः ह्रस्वः अस्ति. एषा स्नुषा. सा स्नुषा. ते स्नुषे. सा स्नुषाः. ताः स्नुषाः. ताः. धन्यवादः भगिनी. उत्तमम्. अग्रे अग्रे विजयकुमार महोदय आदौ कोष्ठे यत् अस्ति तत् पठतु, उपरि अवधेयम् इति दत्तमस्ति. नैव नैव नैव आदौ महोदय आदौ तत्र अकारान्तः पुंलिङ्गः यादवः यादव यादवौ यादवाः अकारान्तपुल्लिङ्ग एकवचनं द्विवचनं बहुवचनं यादवः यादवो यादवाः सुखं सुखे सुखानि एकः रथः एतो रथो ते रथाः सः रथः तौ रथौ ते रथाः उत्तमं सेविका अर्थः कः अर्थः कः रथौ अथवा रथ सेविकायस्य वर्कर् हा सेवका सेवकाः तत्र दट् इस् पुल्लिङ्ग उत्तमम् एषः सेवक एतो सेविको सेवी नास्ति सेव सेवकः सेवकौ सेवकाः एषः सेवक एतो सेवको एते सेवकाः सः सेवक तौ सेवको ते सेवकाः शङ्खाः कान्च् कान्च् शेल् नाट् शेल् एक्चुलि कान्च् यु हाव् टु से कान्च् स्त्रीलिङ्ग नैव नैव पुंलिङ्गे अस्ति पुंलिङ्गे अस्ति शङ्खः इति पुल्लिङ्गे दिस् इस् एषः शङ्खः एतो शङ्खौ एते शङ्खा वा उत्तमं कः शङ्खः तौ शङ्ख्यौ शङ्खौ शङ्खौ तौ शङ्खौ ते शङ्काः नेक्स्ट् इस् धैर्य भेर्यः भेरी वेदनिट् कृतं तत्र षष्ठतमपुटे भेरी नैव किमर्थं तत्र षष्ठे पुटे अस्ति किल एषा भेरी तत्र पठतु केटिल् ड्रम् इति सो इदानीं भेरी कीदृशं पदं विजय महोदय वदतु भेरी किमर्थम् इदानीं वदतु भेरी कीदृशं पदं भेरी अन्ते अन्ते कः स्वरः अस्ति भेरी स्त्रीलिङ्ग स्त्रीलिङ्गः अस्ति अन्तः अन्ते अन्ते किम् अस्ति ईकारान्तः स्त्रीलिङ्गः इदानीं करोतु भेरी महीवत् महीवत् यथा मही तथा भेरी केटिल् ड्रम् केटिल् ड्रम् the war was going on at that time once Bhishma blew his conch then all the Kauravas they started blowing all their instruments and bheri tata shankhau bhe shankhascha bheryascha in that the first the first arjuna vishada yoge tat asti esha dheryaha aha bedi bedi ikaraant stilinga sorry ha dheri ete dheiro beryau beryau esha dheri एताः एताः विसर्गम् एताः न विस्मरणीयं विसर्गः न विस्मरणीयः विस्मरणीयः सा भैरी ते भैरो भैर्यौ भैर्यो सा ताः भैर्य भैर्यः तत्रैव अस्ति अग्रिमं लोकयानानि लोकोमोटिव् नपुंसलिङ्ग उत्तमम् एतत् लोकयानम् एते यानं यानम् एतत् लोकयानम् एते लोकयाने एतानि लोकयानि लोकयानानि लोकयानानि ओके then this is tat lokayanam te yanam yanam vana vanam vana vani vanani and the last one only becomes ani okay so tat, vanam vane vanani tat lokayanam te lokayane tani lokayanani uttamam mamaka मामकाः विसर्गः स्मरणीयः पुल्लिङ्ग एषः मामकः एतौ मामको एते मामकाः उत्तमं सः मामकः तौ मामको ते मामकाः उत्तमं धन्यवादः महोदय धन्यवादः अग्रे विशालाक्षी भगिनी अवधेयम् उत्तमम् अकारान्तः पुल्लिङ्ग एकवचनं द्विवचनं बहुवचनं यादवः यादवौ यादवाः आकारान्तः स्त्रीलिङ्गः सेना सेने सेनाः ईकारान्तः स्त्रीलिङ्गः मही मह्यौ मह्य मह्यः मह्यः अकारान्तः नपुंसकलिङ्गं सुखं सुखे नपुंसकलिङ्गः सुखं सुखे सुखानि ग्रामाः ग्रामाः इस् पुल्लिङ्ग ऐ थिङ्क् नो एषः ग्रामः एते एतौ ग्रामौ एते एते ग्रामाः उत्तमम् सः ग्रामः तौ ग्रामौ ते ग्रामाः उत्तमम् अर्थः कः ग्रामम् इस् विलेज् उत्तमं पर्णानि पर्णानि इस् स्त्रीलिङ्ग किमर्थं पर्णानि नपुंसकलिङ्गं करेक्ट् करेक्ट् नपुंसकलिङ्गं यस् यस् एतत् सुखं सुखे सुखानि अस्ति किल तर्हि पर्णं पर्णे पर्णानि ग्रहं ग्रहे ग्रहाणि Okay, okay, like that. This is neutral. One second. Etat parnam. Ete parne. Etani parnani. Uttamam. Tat parnam. Te parne. Tani parnani. Gatyav. Gatyav is napuns, I mean purush, pumlingam or strilingam, gati, gati, no? Uttamam, gati. Strilang, gati. Yeah. Female gender, gati. Esha gati. Ete gatyav. एताः घट्यः घट्यः याः नास्ति घट्यः घट्यः घट्यः मह्यः सा घटी ते घटौ घट्यौ ताः घट्याः घट्यः घट्यः घट्यः देन् श्लोका श्लोकाः श्लोकाः इस् आल्सो श्लोक श्लोकं दट् इस् नपुंसकलिङ्गं पुंलिङ्गं पुंलिङ्गे अस्ति नपुंसकलिङ्गे लिङ्गं कथं वदति भवती तत्र श्लोकाः नपुंसकलिङ्गे तु सुखं सुखे सुखानि अस्ति तत्र अन्ते तु आः नास्ति एव तर्हि कथं नपुंसकं एषः श्लोकः एतौ श्लोकौ एताः श्लोकाः एताः नैव तत्र पश्यतु पुंलिङ्गे एताः एते एते एते एते एते एते श्लोकाः सः श्लोकः तौ श्लोकौ ते श्लोकाः उत्तमम् अभ्यासाः दिस् इस् आल्सो पुल्लिङ्ग उत्तमम् एषः अभ्यासः एतौ अभ्यासौ एते अभ्यासाः उत्तमम् सः अभ्यासः तौ अभ्यासौ ते अभ्यासः सूच्यः सूच्य मीन्स् बेग् न दट् इस् स्यूतः दिस् इस् नीडल् सूच्य नीडल् लिङ्गं सूच्यः पदं दृष्ट्वा लिङ्गं वदतु दिस् इस् नपुंसकलिङ्गं किम् अर्थं भगिनि किम् अर्थः सूच्यः सूच्य पुल्लिङ्ग पुल्लिङ्ग पुल्लिङ्ग नैव नैव वै सी द ऐडिया इस् टु लुक् एट् द वर्ड् एण्ड् अण्डर्स्टाण्ड् द जेण्डर् टु द एक्स्टेण्ट् पासिबल् देर् आर् एक्सेप्शन्स् नो डौट् बट् वेन् यु लुक् एट् सूच्यः इन् द बाक्स् विच् इस् द वर्ड् विच् एण्ड्स् लैक् सूच्यः यः विच् इस् द वर्ड् विच् एण्ड्स् लैक् देट् That is the chance that is feeling. Yes, that is the idea. When you are looking, why have they have given that in the box? So when you are, there will be. Aham angi karomi. I agree. Tatra kleshah asti. There is slight difficulty. But if you understand the concept. No, but what I was thinking was that Suchyah is given there as Mahiyah. So Mahiyah is Mahi, it comes from Mahi. So Suchyah will come from what? Use Suchi. The logic. That Suchi. It is okay, only like logic. That. It is only logic. Yes, okay. Now for example, Gulikaha. Tat Drishtva, Oho, Pumlinge Astiva. स्त्रीलिङ्गे अस्ति वा किञ्चित् क्लेशः भवति एव न इति न वदामि, परन्तु परन्तु तत्र पदकोशं दृष्ट्वा करणीयम्. But 90%, as soon as you look at it, you should be able to tell. Snusha, Snusha, Akaranta, Akaranta Pumlinga Shabdaha Nasti, Prayaha, mostly. So, it is Srilingam. That is how, the whole idea is to hear the sound and understand the gender and the Vachanam, etc. It requires practice. I am not saying no, but that is the idea. Tadarthameva grahakaryam karaniyam. Astu patatu bhagini. Suchyaha idani vadatu. Esha suchi. Ete suchyau. Etaha. Etaha suchyaha. Sa suchi. Sa suchi. Te suchyau. Taha. सूच्यः. उत्तमम्. इदानीम् अवगतं भगिनि? यस् यस्. उत्तमम् उत्तमं. विजयथङ्कि धन्यवादाः भगिनि. धन्यवादः. अवधेयम् अकारान्तः पुल्लिङ्गः यादवः यादवौ यादवः आकारान्त स्त्रीलिङ्गः सेना सेने सेनाः ईकारान्तः स्त्रीलिङ्गः मही मह्यौ मह्यः औकारान्तः नपुंसकलिङ्गः सुखं सुखे सुखानि शाटिका अकारान्तः स्त्रीलिङ्गः एषा शाटिका एते शाटिके एताः शाटिकाः सा शाटिका ते शाटिके ताः शाटिकाः आसनम् अकारान्त नपुंसकलिङ्गः एत आसनम् एते आसने एतानि आसनानि आसनं ते आसने तानि आसनानि माला आकारान्तः श्रीलिङ्गः एषा माला एते माले एताः मालाः सा माला ते माले ताः मालाः वस्ते अकारान्तः अकारान्तः नपुंसकलिङ्गः एतत् वस्त्रम् एते वस्त्रे एतानि वस्त्राणि तत् वस्त्रं ते वस्त्रे तानि वस्त्राणि पाण्डवौ अकारान्तः पुल्लिङ्गः एषः पाण्डवः एतौ पाण्डवौ एते पाण्डवाः सः पाण्डवः तौ पाण्डवौ ते पाण्डवाः द्रौपदेयः ईकारान्तः स्त्रीलिङ्गः नैव नैव महोदय एकनिमिष किञ्चित् म्यूट् करोतु महोदय किञ्चित् तत्र द्रौपदेयाः अस्ति द्रौपदेयाः द्रौपदी अस्ति चेत् द्रौपद्यः इति भवति तर्हि अत्र य अस्ति अन्ते य अस्ति यः द्रौपदेयः तत्र द्रौपदेयः इस् द्रौपदीस् चिल्ड्रन् ओके चैल्ड् ओवर् देर् एण्ड् इफ् इट् इस् देयाः देन् चिल्ड्रन् सो द्रौपदेयः पुंलिङ्गे अस्ति एकवचने अस्ति इदानीं करोतु अकारान्त पुल्लिङ्गः एषः द्रौपदेयः एते द्रौपदेयौ एतौ एतौ द्रौपदेयौ एते द्रौपदेयाः सः द्रौपदेयः तौ द्रौपदेयौ ते द्रौपदेयाः उत्तमं धन्यवादः म्यूट् करोतु इदानीं जवाहर् महोदय नायकः एषः नायकः एतौ नायके एते नायकाः किमर्थं नायके नायक इस् हीरो हेड् दट् इस् परन्तु परन्तु लिङ्गं किं नायकः इस् पुल्लिङ्गं पुंलिङ्गं तर्हि नायके किमर्थं नायकौ नायकौ नायकः नायकौ नायकाः एषः नायकः एतौ नायकौ एते नायकाः सः नायकः तौ नायकौ ते नायकाः हयाः हया इति अर्थं हयः हयवर्धनं तत्र हयः हयः पुल्लिङ्गम् एषः हयः एतौ हयौ एते हयाः सः हयः तौ हयौ हयौ ते हयाः पितामहः एषः पितामहः एतौ पितामहौ एते पितामहाः सः पितामहः तौ पितामहौ ते पितामहाः स्यन्दने स्यन्दने इस् क्यारियट् करेक्ट् यस् उत्तमं स्यन्दने स्यन्दने इस् द्विवचनं एतत् स्यन्दनम् एतत् स्यन्दनम् एते स्यन्दने एतानि स्यन्दनानि तत् स्यन्दनं ते स्यन्दने स्यन्दने स्यन्दने तानि स्यन्दनानि संस्कृतगृहम् एतत् संस्कृतगृहम् एते संस्कृतगृहौ गृहे गृहे एतत् संस्कृतगृहम् एते संस्कृतगृहे एते संस्कृतगृहे एतानि संस्कृतगृहाणि तत् गृहाणि गृहाणि तत् संस्कृतगृहं ते संस्कृतगृहं गृहे तानि संस्कृतगृहाणि तानि संस्कृतगृहाणि गृहाणि उत्तमं सो एक्चुलि दिस् मेक्स् अस् रियलैज़् हौ मच् वेन् द श्लोकास् एन् आल् आर् बीङ्ग् चाण्टेड् बै द पीपल् हु डु द होमा द पण्डितास् एण्ड् द ऋत्विक्स् वाट् आल् goes when they talk about, when they talk and when the advanced Sanskritam comes, how the brain has to keep on switching. It's very interesting actually. Astu. Dhanyavada Hamode. Dhanyavada. Haan, Tatra. Dhanyavada. Vijay. Haan, Dhanyavada. Vijay, Vijay Kumar Mahode. Haan, Bhagini. Agrimam Karot. Please do the page number 6 also. Six Kritavantaha. Six Kritavantaha. No, no, the remaining blanks you had kept, we had kept it balance. We didn't do the... You had told to kritam. Do homework. Naiva, Kritam, Kritam Tatra. Kritam. Okay. Kritavantaha, Kritavantaha. Kritavantaha. Koshche yadasti tadapi patitavantaha. Gata varge eva. गतवर्गे एव कृतवन्तः अस्तु विजयकुमार् महोदय अग्रिमं करोतु यतो दाहरणं वाक्यानि रचयत कौ के का के का किं के कानि शूरः शूराः शूराः इस् पुल्लिङ्ग् स्त्रीलिङ्ग शूराः शूराः के शूराः के ओके वाट् इस् इट् टेल् मी लुक् एट् द कोष्ठं तत्र कोष्ठं दृष्ट्वा वदतु कः कौ के का के काः किं के कानि ओके नौ द ऐडिया इस् देट् द प्रोनौन्स् आल्सो टेक् द सेम् लिङ्गं वचनम् अपि च विभक्तिः आफ् द नौन् सो द एक्साम्पल् इस् देर् ओवर् देर् शूराः के शूराः के ओके नौ यु लुक् एट् द टेबल् वेन् यु आर् पुटिङ्ग् के इट् केन् बि ओन्लि टु थिङ्ग्स् इट् केन् बि ऐदर् बहुवचनं पुंलिङ्गः के कः कौ के और् इट् केन् बि का के काः किं के कानि इट् केन् बि द्विवचनं स्त्रीलिङ्गे अथवा नपुंसकलिङ्गे जस्ट् लुक् एट् द लाजिक् नौ नपुंसकलिङ्ग एण्ड् स्त्रीलिङ्गे द्विवचनम् एण्ड्स् वित् ए ओके सो माले वने सो दिस् केन् डेफिनेट्लि नाट् बि नपुंसकलिङ्गः करेक्ट् श्रूयते किं मम ध्वनि इट् केनाट् बि नपुंसकलिङ्गः और् स्त्रीलिङ्गः इजन्ट् इट् बिकास् इफ् इट् वास् स्त्रीलिङ्गम् और् नपुंसकलिङ्गम् then we already know it should be either vane or male here it is shuraha so it has to be bahuvachanam pumlingah correct avagatam vijay mahoday hari om voice is not clear breaking my voice is it now it's okay now it's okay okay so the idea is to look at that, to understand the logic and then apply it. That is why so many rules. So you look at the rule and you understand how it works. You look at how it works and you understand the rule also. You may not know the sutram, but you should understand how it works. So if you look at shuraha ke, now we know that the pronoun we'll use, we have already done, no? We already did over here. नायकः एषः वि डिण्ट् से एते नायकः बिकास् वि नो देट् बहुवचनं एकवचनं शुड् यूस् एकवचनं प्रोनौन् आल्सो इजन्ट् इट् नौ यु आर् सीङ्ग् ओवर् दे शूराः के के हेस् बीन् प्रोवैडेड् टु यू दिस् के केन् ऐदर् बि बहुवचनं पुंलिङ्गम् और् इट् केन् बि स्त्रीलिङ्गे द्विवचने or it can be napumsakalinge dvivachane but it cannot be why because if it was strilingam or if it was napumsakalingam then it should have been shure isn't it vane ke vane we have already done over here we didn't say etat vane he said ete vane why dvivachana so it is to be deduced it is to be understood that it is pumlingam shurah ke okay you are asking the question now over here the application of the question is happening over here the question should also the pronoun should also take the vibhaktihi the vachanam and the strilingam of the noun so it is just applying the logic okay vijay mahoday avagatam kim so shurah shurah is ब्रेक् वर्ड् शूरः शूराः के सो शूरः शूरौ शूराः सो कः शूरः कौ शूरौ के शूराः और् शूरः कः शूरौ के कौ शूराः के ओके अस्तु इदानीम् अग्रिमं करोतु पुष्पं किं उत्तमं पुष्पं किं पुष्पम् अपुष्पं किं पुष्पं किं पुष्पं के हा पुष्पं के किमर्थं किमर्थम् तत्र द्विवचने पुष्पं द्विवचनं किं पुष्पं पुष्पौ द्विवचनं भगिनि द्विवचनं किं के कानि किं के कानि तत्ते तानि पुष्पं पुष्पे पुष्पाणि इदानीं वदतु पुष्पं किं पुष्पे के पुष्पाणि कानि ओके ओके पुष्पं किं पुष्पं के पुष्पं कानि पुष्पे के पुष्पे के पुष्पाणि कानि इदानीम् अग्रिमं योद्धाः योद्धाः योद्धाः पुल्लिङ्ग उत्तमम् इदानीं कः योद्धः योद्धः कः योद्धः कः योद्धः कौ योद्धः कौ योद्धः रामः रामौ रामाः कौ कौ योद्धो योद्धौ के योद्धाः योद्धाः यन् यन् मातु योद्धाः शास्त्राणि शस्त्राणि सोरि जस्ट् वेपन् न शस्त्राणि स्त्रीलिङ्ग नैव नैव शस्त्राणि किं के कानि शस्त्रं शस्त्रे शस्त्राणि नपुंसकलिङ्ग किं शस्त्राणि किम् एकवचनं किं शस्त्राणि इति पदस्य किं शस्त्रं वनं वनं वत् वनं वत् किं शस्त्रं के शस्त्रे कानि शस्त्राणि उत्तमम् उत्तमम् उत्तमम् इदानीम् अग्रिमं करोतु लते स्त्रीलिङ्ग उत्तमं का लते का का लता के लते काः लताः उत्तमं धन्यवादः इदानीम् अवगतं किल अवगतं किल अस्तु धन्यवादः धन्यवादः अण्डर्स्टूड् बट् वेन् ऐ गाट् इट् नो नो प्राब्लम् नो प्राब्लम् इट् इस् इट् टेक्स् सम् टैम् चिन्ता नास्ति चिन्ता नास्ति कविता भगिनी अग्रिमं करोतु रथौ नपुंसकलिङ्ग नैव नैव रथौ रथौ इदानीमेव कृतवन्तः इदानीमेव कृतवन्तः कृतवन्तः इदानीमेव तत्र अभ्यासे पश्यतु रथौ सेवकाः शङ्खाः पुंलिङ्गः अस्ति रथौ एस् सून् एस् यु हियर् देट् वेदर् यु हेव् डन् इट् ओर् नाट् ओके वेदर् यु हेव् डन् इट् ओर् नाट् रामः रामौ रामाः रथौ डोण्ट् गो बै द आब्जेक्ट् प्लीज़् डोण्ट् गो बै द आब्जेक्ट् ओवर् हियर् इट् इस् द वर्ड्स् विच् हेव् अ लिङ्ग इट् इस् द वर्ड्स् विच् हेव् अ जेण्डर् ओके सो वेन् यु सी कुञ्चिका नौ इन् विच् लेङ्ग्वेज् की इस् आल्वेस् न्यूट्रल् फार् अस् बट् कुञ्चिका स्त्रीलिङ्गे अस्ति सो फार् अस् इन् संस्कृतं देट् इस् द mindset which has to change. We are not looking at an object and deciding the lingam. We are looking at the word and deciding the lingam. Or rather, it has been decided and we are we are understanding it, learning it, or guessing it. It is the word. Okay, so syandanam, syandanam, napumsakalinge asti. Parantu rathaha, syandanam rathaha tatra arthaha bhedaha nasti. Arthasya bhedaha nasti. Parantu rathaha pumlinge asti, syandanam napumsakalinge asti. So understand that we are not looking at the, of course, when you look at human beings, you can't look at a male and say, no, it could be female. No, that is understood. But for other things, we are looking at the word and we are deciding the gender. Okay? Tari, rathau, idani, karo. Rathau, pullinga shabdaha, kaha rathaha, kau rathau, ke rathaha. Uttamam. Sene. Sene is Sreelinga, ma'am. Sreelinga masti. Sreelinga. Ka sena. Kaha senaha. Uttamam. Janvi. Janhavi. Janhavi, over here you must, remember that whenever these conjuncts come with the last one, kakagaga, nga, whenever they come with chachajaja, nya, okay, that time the last anunasika swara has to be, not swara actually, aksharaha, has to be pronounced first. So over here there should be no confusion. Janhavi, na has to be pronounced first, okay? So Janhavi. Janhavi. Sreelinga. Uttamam. Janhavi, Ganga? Janhavi, yeah, name. You can say Ganga also, or you can say it is some lady's name also. Name of it, okay. Janhavi. Janhavi. Janhavi, ka Janhavi. के जानव्यौ उत्तमम् काः जानव्यः जानव्यः जानव्यः उत्तमं धन्यवादः तत्र विशालाक्षी भगिनी करोतु चक्र चक्रे चक्राणि चक्राणि सो इट् इस् नपुंसकलिङ्गं किं चक्रं के चक्रे कानि चक्राणि न विल्कम् न बिग् उत्तमं तत्र भगिनी वदतु वाट् इस् द मीनिङ्ग् आफ् किं चक्रं किं चक्रं इस् विच् वील् आर् वाट् वील् वाट् वील् या उत्तमम् अश्वत्थः दिस् इस् कः अश्वत्थः दिस् पुल्लिङ्ग् के कौ अश्वत्थौ के अश्वत्थाः उत्तमम् अर्थः इस् इट् इस् द अश्वत्थ ट्री अस्तु अग्रिमं नौ नेक्स्ट् वंशी इस् इकारान्तक स्त्रीलिङ्गशब्दः करेक्ट् उत्तमं का वंशी के वंशौ वंश्यौ काः वंश्यः वंश्यः या काः वंश्यः धन्यवादः विजयकान्तिमहोदय कः मकरः कौ मकरौ के मकराः का विद्या गजेन्द्रः कौ गजेन्द्रौ के गजेन्द्राः जवाहर् महोदय समापयतु. मकरौ द्विवचन मकरौ कृतवान् सः विजय स्त्रीलिङ्ग स्त्रीलिङ्गः का विद्या के विद्यौ का विद्याः विद्या का विद्या क्षम्यता विद्याः अयनानि अयनम् अयने अयनानि किम् अयनं के अयने कानि अयनानि तत्र अयनम् इत्युक्ते सोल्स्टिस् इत्यनु दक्षिणायनम् उत्तरायनम् अयनं सोल्स्टिस् किम् इति वाट् फार् वाट् यूसिङ्ग् किं विच् किं which depending depending on the this one which because here it is neutral gender which which or what which or what धन्यवादः गृहकार्यं समाप्तं गृहकार्यं करणीयं यतो हि अभ्यासस्य आवश्यकता अस्ति अस्ति एव सर्वेषां कृते अस्ति तर्हि इदानीं कुत्र तत्र विभक्तिवल्लर्यां तत्र सप्ततमे पुटे तत् न कृतवन्तः इति मन्ये रामः यत् जानाति तत् चिह्नेन जवाहर् महोदय भवान् एव आरम्भं करोतु सेवेन्थ् पेज् आम् जानाति तत् किं तत् कृत तत् न कृतवन्तः किल तत् कृतवन्तः वा न वा नैव नैव महोदय नैव पञ्चमतमे पुटे सप्ततमः बिन्दुतः करणीयं रोमन् फोर् एकवारं प्रश्नं पठित्वा सप्तमतमः तथानां शब्दानाम् उचितानि रूपाणि रिक्तेस्थले लिखत सप्तमतः बिन्दु रमेशः प्रतिदिनं रमेशः नास्ति मास्तु मास्तु सप्तमतः सेवेन्थ् वी हेव् डन् इन् दिस् बालकः लेखनीम् अङ्कनीं कादम्बरीं सूचीं च क्रीतवान् उत्तमम् इदानीम् एकनिमिष इदानीं पश्यतु कविता भगिनी क्रीतवान् हा तत्र अस्ति अभ्यासेन एव आगमिष्यति क्रीतवती अवगतं किल कविता भगिनी पृष्टवती किल कथं ज्ञातव्यम् इति एवमेव अवगम्यते एवमेव अवगम्यते विच् मीन्स् लैक् देट् ओन्लि बै ली सीङ्ग् नौ यु आर् सीङ्ग् इन् द क्वश्चन् क्रीतवान् सो यु कम् टु नो दट् जवाहर् महोदय वदतु क्रीतवान् कीदृशं पदं क्रीतवान् उत्तमं तव तु प्रयोगः एवमेव दृष्ट्वा दृष्ट्वा एव कृत्वा एव पठामः अस्तु महोदय करोतु अग्रिमं करोतु माता स्यूतं युतकं वेष्टीं शाटिकां च क्षालितवती उत्तमं वेष्टीं वेष्टीम् इति पदस्य अर्थः कः धोति हा धोति स्यूतः स्यूतः इस् बेग् युतकं युतकं शर्ट् शर्ट् एण्ड् देन् सारि. अस्तु, धन्यवादः महोदय, धन्यवादः. अग्रिमं कविता भगिनी करोतु. आं भगिनि, अहं कोलाहलं कलहं चर्चाम् आलस्यं च न इच्छामि. अर्थं वदतु. ऐ डोण्ट् लैक् कोलाहलं, कियास् कलह, फैट्, चर्चा, दि आर्ग्युमेण्ट्. उत्तमम्, उत्तमम्. अग्रिमं करोतु. अहं गणेशं, दुर्गां, सरस्वतीं, लक्ष्मीं च पूजयामि. धन्यवादः. सर्वे जानन्ति. अस्तु, धन्यवादः भगिनि, धन्यवादः. तत्र विजयकुमार् महोदय अग्रिमं करोतु. गोविन्दः जनानाम् आपान, जनानां नैव, जनान्, गोविन्दः जनां, जनां नैव महोदय, जनां नैव. किमर्थं? यतोहि रामः रामौ रामाः, रामं रामौ रामान्, न नकारान्तः अस्ति तत्र. सो किमर्थं तत्र जनाः इति शब्दस्य, एकनिमिषं, जनाः इति शब्दस्य वचनं किं? तृतीयावचनं नैव, वचनं बहुवचनं, बहुवचनमस्ति, बहुवचनमस्ति. तदर्थम् एकवचनं, जनाः इति शब्दस्य एकवचनं किम्? एकवचने किम् अस्ति? जनः, जनः. उत्तमम्. इदानीं द्विवचनं, द्वितीया विभक्तिः किमर्थं प्रयुज्यामः? जनाः. किमर्थं द्वितीया विभक्तिः आवश्यकी? Why do you need the dvitiya vibhakti over here? Why did you say janan? Why did you not say janaha? Why did you say janan? Vadatu, Kavita Bhagini, vadatu. Kimartam? Why are we putting all this dvitiya vibhakti? Why are we doing that? Vishalakshi Bhagini vadatu, kimartham dvitiya vibhaktihi avashyaki? Why do we need the dvitiya vibhaktihi over here, Vishalakshi Bhagini? It's because the subject and object, it is the object, no? Because it is the object. Object. Yeah, because it is the object we are using dvitiya vibhakti. Very important, because vibhakti. Otherwise what happens? We get into the mode of just looking back and going forward, which is okay, you need to do that sometimes. But you must understand the core reason why we are doing this dvitiya vibhakti. Karma padam asti tatra. Vijay Kumar Mahodaya, vadatu. भवान् जानाति, अहं जानामि भवान् जानाति इति, परन्तु पुनः पुनः स्मर्तव्यम्. गोविन्दः जनान्, जनान् आपानान्, आपणान्, दीपानान्, दीपानान् नैव महोदय, महोदय. रामः बिकम्स् रामान्, सो दीपः विल् बिकम् दीपान्, वृक्षान् च पश्य. अर्थं वदतु. गोविन्दः दीपं पश्यति. किं पश्यति? किम् अभवत्? पीपल्. पश्यति. टु सी. सो गोविन्द सीस्, गोविन्द सी दि ट्री, दीपः, आपान, आपानम् शाप्स्, शाप्, ओके, शाप् एण्ड् पीपल्, and people. Okay, so Govinda sees, and because it is the object, sees what? Sees people, jobs, lamps and trees. So that becomes the object, and therefore they are all in Dvitiya Vibhakti. Agrimam karotu. Vayam Ganesho, Vayam Ganesho Swar, Ganesho Swar. No, no, don't do that way. Don't do that way. Take the ta with the sho. Ganesho Svavasare. Oh, Vayam Ganesho Svavasare. Naiva, ta you should take with the earlier one. Ganesho Svavasare. गणेशोत्सवावसरे वयं गणेशो स्वावसरे गणेशोत्सवावसरे सवावसरे गणेशोत्सवावसरे अस्तु अभ्यासं करोतु अनन्तरं भगिनीं उत्तमं जनन्यं नैव नैव तत्र जननी महिला उद्योगिनी महोदय तत्र भगिन्यः इति शब्दस्य वचनं किम् एकवचनं नैव भगिन्यः बहुवचनं बहुवचनमस्ति तर्हि तत्र शब्दः प्रातिपदिकं किम् भगिनी नदीवत् अस्ति नदी नद्यौ नद्यः नदी नद्यौ नदीः ओके उभयः the dvivachanam the dvitiya vibhakti of bhagini is bhaginihi okay I think we have done it right yes but I forgot ha bhaginihi so over here bhaginihi now to the next one bhagini janini mahilaah janihi jananihi jananihi mahilaah महिलाः उत्तमम् उद्योगिनीः गृहं प्रति आह्वयामः ओवर् हियर् नौ लुक् एट् द वर् इस् द वर् इस् नाट् एन् अनुनासिका वर् ओवर् देर् इस् नाट् एन् अनुनासिका सो इट् हेस् टु बि प्रनौन्स् आफ्टर् द हर् ओवर् देर् वाट् वि डिड् विच् वास् द वर्ड् देट् वि यूस्ड् ओवर् हियर् earlier we did janhavi we pronounced the na before because it is na is the anunasika it is the last column of the alphabet alphabetical order which we have learned so ka kha ga ga na cha cha ja ja nya ta tha da da na na okay that is why we pronounced na first janhavi over here va is not one of those anunasika so you have to pronounce it afterwards apayamah means to invite so vayam ganeshotsavavasare during ganeshotsava at that time we invite apayamah we invite whom sisters mothers ladies and workers ओके गृहं प्रति टुवर्ड्स् द हौस् और् टु द हौस् धन्यवादः महोदय धन्यवादः विशालाक्षी भगिनी अग्रिमं करोतु वायुः हौ डु वि मेक् डु दिस् द्वितीयवचनं सोरि द्वितीयाव्यक्तिः आफ् रामः इस् रामं रामौ रामौ सो पुरुषौ पुरुषाः वचनं किं भगिनि वचनं एक बहुवचनं न बहुवचनं रामः इस् वाट् रामः रामौ रामान् क्षम्यतां, देट् इस् प्रथमा विभक्ति, रामं रामौ रामान्. सो पुरुषः पुरुषं बिकम्स् पुरुषं, द्वितीया विभक्ति पुरुषौ पुरुषान्. ओ दट् वे हव् टु डू इट्. सो वायुः पुरुषान् ऐ लव् टु टेल्. उत्तमम्. इस् इट्? यस् यस् पुरुषान्. Then, मालां माला, माले मालाः, द्वितीयः मालाः, पुरुषान् महिलां, महिलाः पुरुषान् वृक्षान्, महिलाः इस् आलरेडी गिवन् हियर् वृक्षान्. बट् नो नो भगिनी, यु हव् टु अण्डर्स्टाण्ड् दिस् इस् इन् द्वितीया विभक्ति. अस्तु, चिन्ता नास्ति, चिन्ता नास्ति. अग्रे अग्रे आदौ आदौ द्वितीया विभक्तिं पठित्वा अनन्तरं कुर्मः. इदानीं तु समयः अतीतः. महिलाः विल् बिकम् महिलां, इस् इट्? नो नो नो, महिलाम् इन् एकवचनम्, एकवचनं लैक् मालां, मालां माले मालाः, द्वितीया विभक्तिः आफ् माला इस् माला, माले मालाः. So, like that only, this will become Mahilam, Mahile, Mahilaha. So, okay. Okay. Okay, I have to understand that. I'll understand that after. Okay. Okay. Idani, avagamaniyam. Astu. Dhanyavadaha aneke idani shanti mantram bhavati eva vadatu vishalakshita. Nei, mastu, mastu. जवाहर् महोदय वदतु. जवाहर् महोदय अस्ति किं? जवाहर् महोदय नास्ति किम्? अस्मि अस्मि, वदतु. सर्वे भवन्तः, सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यतु पश्यन्तु मा कश्चित् कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्. अनेके धन्यवादाः, पुनर्मिलामः. अनेके धन्यवादः, धन्यवादः, पुनर्मिलामः, पुनर्मिलामः.